नमस्सर्वेभ्यः. पुनः अस्माकं सन्धिसमासवर्गे सर्वेषां स्वागतम्. अत्र कर्मधारयसमासः इति विषयः अनुवर्तते. गते सप्ताहे अयं विषयः आरब्धः. तत्र उदाहरणानि अपि प्रभेदान् वयं दृष्टवन्तः. इदानीं किञ्चित् पुनरावर्तनं कृत्वा अग्रेसयसेम. अत्र कर्मधारयसमासः इत्युक्ते अत्र तत्पुरुषसमासस्य एव एकः प्रभेदः अस्ति. अत्र यत्र सामान्यविभक्ति समानविभक्ति विभक्तिकत्वम् अस्ति, अपि च सामानाधिकरणीयम् एकार्थबोधकत्वम् अस्ति, तत्र एव कर्मधारयसमासः भवति इति सामान्यनियमः अस्ति. तत्पुरुषसमानाधिकरणः कर्मधारयः इति उच्यते. अत्र सूत्रमपि अस्ति. तत्र वयं गते सप्ताहे षट् प्रभेदानां विषये अधीतवन्तः. तर्हि तत्र किञ्चित् पुनरावर्तनं कुर्मः. अत्र राजेन्द्रमहोदय वदति वा, अत्र प्रथमप्रभेदः अस्ति विशेषणपूर्वपदकर्मधारयः, तत्र किं भवति? अत्र भगिनि किमस्ति, अत्र श्रूयते भगिनि किं बहु अन्तरायः स्पष्टतया भवत्याः पाठः न श्रूयते, लोपः अस्ति वा? अस्माकं मया श्रूयते. भवत्याः गृहे प्रायः अत्र ध्वनिः अस्ति, अतः प्रायः कृपया म्यूट् करोतु. कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. टी आर् वेङ्कटरमण महोदय कृपया. हा हा वदतु भगिनि. इदानीं श्रूयते वा मम ध्वनिः? विद्या भगिनी सम्यक्तया श्रूयते, किमपि क्लेशः नास्ति. अस्पष्टतया श्रूयते वा इति. अस्तु भवतु, अग्रे पश्यामि किञ्चित् चित्रं श्रुत्वा. हा हा अस्तु महोदय कृपया. आम् आम् भगिनि, विशेषणपूर्वपदकर्मधारयसमासः प्रथमप्रभेदः अस्ति कर्मधारयसमासस्य कृते. अत्र पूर्वपदं पूर्वपदं विशेषणं भवति, यथा उष्ण शीत दीर्घ ह्रस्व श्वेत कृष्णादय शब्दाः सन्ति, विशेषणानि सन्ति, तादृशी विशेषणानि विशेषणानि पदानि तत् पूर्वपदः भवति. तत् तदनन्तरं तत्र यत्किमपि यस्य किमपि विशेषम् अस्ति, यः किमपि कमपि विशेषम् अस्ति, उत्तरपदम् अस्ति, यथा दीर्घा रजुः. अत्र दीर्घा तु विशेषणमस्ति, यद् पूर्वपदमस्ति, रज्जुः विशेषमस्ति, दीर्घरज्जुः अत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. तर्हि अत्र अत्र दीर्घरज्जुः तत्र वैशिष्ट्यं किम् आसीत्? अत्र यथा दीर्घा दीर्घारज्जुः अत्र पदमस्ति, तत् दीर्घा तु स्त्रीलिङ्गपदमस्ति, परन्तु अत्र यथा समस्तपदं भवति तत् दीर्घरज्जुः समस्तपदं भवति. हा समीचीनं. अत्र विजया भगिनि कृपया म्यूट् करोतु भगिनी, अत्र प्रतिध्वनिः अस्ति. अस्तु अस्तु, कुत्रचित् प्रतिध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. राजी भगिनी म्यूट् नास्ति. हा अस्तु, इदानीं समीचीनम्. अस्तु, अत्र दीर्घरज्जुः अत्र किं वैशिष्ट्यं महोदय? दीर्घरज्जुः दीर्घा अत्र स्त्रीलिङ्गपदम् अस्ति, विशेषणम् अस्ति, रज्जुः विशेषमस्ति, अत्र दीर्घरज्जुः समस्तपदं भवति. अत्र स्त्रीलिङ्गपदम् अस्ति, अतः विशेषणमपि अस्ति, अत्र किं भवति? अत्र पुंवद्भावः अस्ति वा? अत्र समीचीनं, पुंवद्भावः पुंवद्भावः अस्ति. अत्र सावित्री भगिनी इति प्रायः भवत्याः दूरवाण्यमेव प्रतिध्वनिः अस्ति. अस्तु वदतु महोदय. पुमद्भावः अस्ति अत्र, यथा स्त्रीलिङ्गम् अस्ति, परन्तु अत्र भाषितं शब्दम् अस्ति, त्रिषु लिङ्गेषु भवितुमर्हति, परन्तु यथा समस्पदं भवति तत्र पुमद्भावः आगच्छति, तत् दीर्घरज्जुः समस्पदम्। सत्यं सत्यं, पुम्बद्भावः अत्र कर्मधारे समासे पुम्बद्भावः इति विषयः, तत्र एव वैशिष्ट्यमस्ति। यत्र यत्र पूर्वपदं स्त्रीलिङ्गपदम् अपि च भाषितपुंस्कं पदं, तत्र इत्युक्ते त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति चेत् स्त्रीलिङ्गरूपस्य पुम्बद्भावः भवति। अस्तु, अपि च अत्र कर्मधारे समासे अन्यत् वैशिष्ट्यं किम् इति चेत्, यत्र पूर्वपदे हा एकार्थबोधकत्वं समानाधिकरण्यं समानविभक्तिकत्वं सर्वम् अस्ति। अपि च अत्र गते सप्ताहे वयं प्रायः न चर्चितवन्तः, तत्र महत् इति शब्दः पूर्वपदे अस्ति चेत् तत्र प्रतिध्वनिः अस्ति भगिनि। हा प्रतिध्वनिः कुतः आगतः? अत्र सर्वे कृपया म्यूट् मध्ये भवन्तु। राजी भगिनी म्यूट् नास्ति। अस्तु, भगिनी यथा पूर्वं तत्पुरुषसन्दर्भे वयं पठितवन्तः, महत् महा तत् महा महा आगच्छति तत्र। सत्यं सत्यम्, अत्र तत्र महत् इति यत्र कुत्रापि तकारान्त महत् शब्दः अस्ति पूर्वपदे, तत्र तकारस्य स्थाने आकारादेशः भवति, अत्वं भवति, त्रिषु लिङ्गेषु अपि अत्वं भवति, अतः अत्र महत् काव्यम् इति चेत् महाकाव्यम् इति तकारस्य स्थाने आकारादेशः भवति, महती देवी इति चेत् तत्र तकारस्य अत्वं भूत्वा तत्र तकारः अपि च इकारः अत्र स्त्रीलिङ्गप्रातिपदिकं द्वयोः स्थाने आकारः भवति, तर्हि महादेवी, महान् पुरुषः इति अस्ति चेत् तत्र पुनः तत्रापि अन्ते महत् इति शब्दस्य प्रातिपदिकस्य तकारस्य आकारादेशः महापुरुषः इति, तदपि वैशिष्ट्यमस्ति कर्मधारय समासे। अन्यत् वैशिष्ट्यं महत् भारतं स्थाने महाभारतं, सत्यं, महत् महत् भारतं, महच्च तद् भारतं च महाभारतं। भवत्याः करपत्रे नासीत्, भवत्याः करपत्रे आसीत् एतत्? अग्रे परिशीलयामः भगिनि, अग्रे परिशीलयामः, तत्र अभ्यासं कुर्मः। हा अस्तु, तर्हि इदानीम् अत्र द्वितीयमस्ति उपमानपूर्वपदकर्मधारयः इति, तत्र रत्ना भगिनी वदति वा उपमानपूर्वपदकर्मधारयः समासः कुत्र भवति? हा यत्र समासे पूर्वपदं भवति उपमानम्, उत्तरपदं भवति उपमेयं, यथा उदाहरणमस्ति चन्द्रः इव मनोहरः, तत्र चन्द्रः इति उपमानवाचकपदम् अस्ति, पूर्वपदम् अस्ति, अनन्तरं मनोहरः इति उत्तरपदमस्ति, तत्र उपमेयम् अस्ति, इव इति एकक्षणं भगिनि, मनोहरः इति उपमेयम् अस्ति वा? न न न न उपमान पूर्वपदः मनोहरः न न मनोहरः इति साधारणधर्मः अस्ति, क्षम्यताम्। सत्यं, प्रायः चन्द्रः इव मनोहरः कृष्णः इति स्वीकुर्मः चेत् तत्र कृष्णः इति उपमेयवाचकं भवति। सत्यं सत्यं सत्यं, क्षम्यताम्। चिन्तनम् इव इति उपमानबोध न मनोहरः इति उपमानबोधकशब्दः अस्ति, अनन्तरं इव इति साधारणधर्मसूचकशब्दः अस्ति खलु, अथवा मनोहरः इति साधारणधर्मः प्रथमतया उक्तवती, मनोहरः इति साधारणधर्मः, साधारणधर्मः उपमानवाचकपदे अपि भवति, उपमेयवाचकपदे अपि भवति, अतः इव इति शब्दः एव तुलनात्मकः उपमाबोधकपदम्। क्षम्यताम्, अस्तु अस्तु, समीचीनं समीचीनं। ततः अग्रे अत्र उपमान उत्तरपदकर्मधारयसमासस्य लक्षणम् अत्र बालसुब्रह्मण्यं महोदय वदति वा? महोदय क्षम्यतां महोदय. अतः यत्र उत्तरपदम् उपमानमस्ति, पूर्वपदं सामान्य पदमस्ति. एवं पूर्वपदं किं पुनः वदतु? पूर्वपदम् उपमेयम् अस्ति, उत्तरपदम् उपमानमस्ति, समस्तपदम् उपमान उत्तरपदकर्मधारयः इति उच्यते. सत्यम्, उपमानपदम् उत्तरपदे अस्ति, पूर्वपदम् उपमेयम् अस्ति. अत्र साधारणधर्मः न भवति समासे. अत्र उदाहरणमासीत् पुरुषः व्याघ्रः इव इति, खलु? आम्, पुरुषः व्याघ्रः इव. व्याघ्रः पदम् अत्र उपमानमस्ति, पुरुषः पुरुषः इव व्याघ्रः, तस्मात् पुरुषः उपमेयपदम्. कस्य तुलना केन सह भवति? व्याघ्रः इव पुरुषः. न, व्याघ्रः इव पुरुषः नास्ति, पुरुषः व्याघ्रः इव. क्षम्यतां, पुरुषः इव व्याघ्रः. कस्य तुलना भवति अत्र? कस्य तुलना इति व्याघ्रः व्याघ्रः तुलना. अत्र पुरुषस्य तुलना भवति खलु, पुरुषस्य तुलना केन सह भवति? व्याघ्रेण सह भवति खलु. अतः पुरुषः उपमेयं, यतोहि तस्य पुरुषस्य तुलना भवति केन सह? व्याघ्रेण सह. अत्र व्याघ्रः एव उपमानम्. स्पष्टं खलु? पुरुषः इति तुलना, पुरुषस्य तुलना भवति व्याघ्रेण सह. समीचीनम्. उपमान उत्तरपद एकः प्रश्नः. ह्यस्तनचिन्तनवर्गे लक्ष्मी भगिनी उक्तवती वीरता इति सामान्य साधारणधर्म भवति, उत्तरपद उपमान उत्तरपदकर्मधारये. हा, वीरता इति अत्र धर्मः समस्तपदे नास्ति खलु, सा उक्तवती साधारणधर्मः वीरता एव. किमर्थम् इत्युक्ते समीचीनं, तत् समीचीनं भगिनि. अत्र धर्मः कः? पुरुषः व्याघ्रः इति, पुरुषः इति उपमेयम् अस्ति, व्याघ्रः इति उपमानम् अस्ति. परन्तु अत्र कस्य तुलना भवति इत्युक्ते पुरुषः व्याघ्रः नास्ति, व्याघ्रः नास्ति. व्याघ्रे या वीरता अस्ति तादृशी वीरता पुरुषे अपि अस्ति इति, तत्र साधारणधर्मस्य तुलना भवति. परन्तु अत्र किम् इत्युक्ते अत्र समस्तपदे पुरुषव्याघ्रः इति समस्तपदे साधारणधर्मः नास्ति इति. पदद्वयम् अस्ति खलु, पुरुष अपि च व्याघ्रं, तत्र साधारणधर्मः नास्ति इति एव विषयः. उपमानपूर्वपदकर्मधारये वयम् उक्तवन्तः अरविन्दसुन्दरम् इति समस्तपदे सुन्दरत्वं साधारणधर्मः प्राप्नोति इति, किल? सत्यं, साधारणधर्मः सत्यं. सुन्दरत्वम् इत्युक्ते अत्र विशेषणम् अस्ति. सुन्दरत्वम् इति एकः गुणः अस्ति, गुणवाचकं पदमस्ति. सुन्दरः इति गुणवाचकं पदमस्ति, साधारणधर्मः अस्ति. तादृशसुन्दरं सुन्दरत्वं पुष्पे अरविन्दे अपि अस्ति, अपि अत्र मुखे अपि अस्ति इति चिन्तयतु. तर्हि मुखम् उपमेयम्, अरविन्दसुन्दरं मुखम् इति वदामः चेत् मुखम् उपमेयम्, अरविन्दः उपमानम्. इदानीं समस्तपदं किम्? अरविन्दसुन्दरम्. अत्र पूर्वपदम् अरविन्दम् उपमानवाचकं पदं, सुन्दरम् इति पदं साधारणधर्मः अस्ति. अस्मिन् समस्तपदे उपमेयं नास्ति खलु. पदद्वयम् अस्ति, द्वयोः पदयोः अत्र एकं पदमस्ति उपमानवाचकं पदं, द्वितीयं पदमस्ति साधारणधर्मः. अत्र अस्मिन् समासे उपमेयम् इति शब्दः, उपमेयम् इति पदम् अत्र समस्तपदे नास्ति, यथा उपमेयम् इति पदम् अत्र नास्ति, एवमेव उपमान उत्तरपदकर्मधारये समासे उत्तरपदे अथवा पूर्वपदे साधारणधर्मवाचकशब्दः नास्ति. अस्तु भगिनि, उपमान उपमेय एतद् विवरणं कृतं. हा, उपमा उपमेयम् इत्युक्ते इदानीम् अत्र पुरुषः व्याघ्रः इव इति चेत् पुरुषः पुरुषस्य तुलनां वयं कर्तुम् इच्छामः खलु. कस्यचित् वस्तुनः सह वस्तुना सह पुरुषस्य तुलनां कर्तुम् इच्छामः, तर्हि अत्र केन सह तुलनां कुर्मः इति चेत् व्याघ्रः इति उपमानवाचकं पदम्. तर्हि व्याघ्रेण सह तुलनां कर्तुम् इच्छामः, येन सह वयं तुलनां कर्तुम् इच्छामः तस्य नाम अस्ति उपमानम्. अस्तु, तस्य तुलनां वयं कुर्मः अन्येन पदार्थेन सह. उपमेय तु कोऽपि पदार्थः अस्ति तद् व्याघ्रः इति. व्याघ्रः उपमानम्. उपमेयं न, व्याघ्रः उपमानम्. वि वाण्ट् टु कम्पेर् पुरुषः वित् व्याघ्रः. भगिनि, अपि च एकं वक्तुम् इच्छामि. प्रायः उपमानम् इति वयं पूर्वमेव जानीमः, इत्युक्ते चन्द्रस्य विषये वा व्याघ्रस्य विषये वा वयं जानीमः. अनन्तरं तत् यत् जानीमः तत् स्वीकृत्य अनन्तरम् अन्यस्य तुलनां कुर्मः. सत्यं सत्यं सत्यम्, उत्तमं भगिनि, समीचीनं, तदेव. अस्तु, ततः वयं जानीमः उपमानं. सत्यं सत्यं भगिनि, वदतु. तदेव, यत् वयं जानीमः साधारणतया तत् उपमानम् इति स्मर्तुं शक्नुमः भ्रमः भवति चेत्. सत्यम्. अस्तु, तर्हि अग्रे अत्र सावित्री भगिनी वदति वा, अवधारणपूर्वपूर्वपदकर्मधारय समासे अत्र किमस्ति? अस्ति वा भगिनि? हरि ओम्, श्रूयते वा? श्रूयते, वदतु. अवधारणपूर्वपदः कर्मधारयः, यत्र अवधारण इत्युक्ते निश्चयः इति अर्थः प्रतीयते, सः अवधारणपूर्वपदः कर्मधारयः. अवधारणार्थं द्योतयितुं विग्रहवाक्ये पूर्वपदात् परम् एव कारः प्रयुज्यते. तत् स्पष्टता. अत्र उदाहरणं, विद्या एव धनं, विद्या धनम् इत्युक्ते तेषां धनं विद्या एव इति. विद्यया सह अत्र तेषां विद्या कीदृशम् इति ते तत्र वर्णनं कृतवन्तः. विद्या एव तस्य धनम् इति. अत्र एव इति निश्चयः, निश्चयशब्दः एव इति शब्दम्, तस्य अवधारणशब्दः सः. तथा तपः एव धनं, तेषां धनं तपः एव तेषाम् इति तत्र तपोधनम् इति तस्य समस्तपदम्. गुरुः एव देवः, केचन अन्यः देवः इति न, तेषां गुरुमेव देवं मन्यन्ते इति. एव इति अवधारणशब्दम् उपयुज्य गुरुः एव देवः इति उक्तवन्तः. समस्तपदं गुरुदेवः. ज्ञानम् एव सम्पत्तिः, ज्ञानसम्पत्तिः, तेषां सम्पत्तिः या अस्ति सा, तेषां ज्ञानमेव तेषां सम्पत्तिः इति. अत्र ज्ञानसम्पत्तिः इति अवधारणशब्द तत् शब्दम् उपयुज्य एते कर्मधारयसमासमाध्यमेन उक्तवन्तः इति. समीचीनं भगिनि, सम्यक् समीचीनं. ततः अग्रे अत्र जगन्नाथमहोदय अत्र सम्भावनापूर्वपदकर्मधारयसमासस्य विषये वदति वा. भगिनी क्षम्यताम्, एकः प्रश्नः, अत्र उपमान उपमेय इति न उपयोगं कृतवन्तः, कर्तुं शक्नुमः खलु अत्रापि विद्या एव धनम् इति उदाहरणे? उपमानं विशेषभावः अस्ति वा? हा, तदवगतम्. अत्र किं उपमानं, किम् उपमेयम्? अत्र प्रायः विद्या इति उपमानं धनम् इति उपमेयम्, उपमानम् अपि च उपमेयं, परन्तु तादृशसमासः नास्ति खलु अत्र. एतावता वयम् उपमानपूर्वपदकर्मधारयः इति पठितवन्तः, अपि च उपमान उत्तरपदम् अत्र किम् अस्ति? हा हा हा, अस्तु भगिनि. अपि च अत्र विद्या इत्यस्मिन् अत्र विद्या इति एकविधधनम् अस्ति, एकविधधनम् अस्ति, अतः तत्र धनमपि धनम् अस्ति. तर्हि विद्या इत्यस्मिन् धनम् अध्यारोपयित्वा अत्र इदानीं यद्यपि सामान्यतया विद्या धनं नास्ति, परन्तु विद्यामपि धनम् एकविधधनम् अस्ति इति धनम् अध्यारोपयित्वा इदानीम् अवधारणं कुर्मः. विद्या अपि धनमेव इति. अस्तु अस्तु, मम चिन्तनमासीत् साधारणधर्मः अस्ति मूल्यं, यत् अस्माकं कृते मूल्यमस्ति इति चिन्तितवती. अस्तु, अत्र तथा न भवति, तथा नास्ति, अत्र भिन्नविधकर्मधारयः अस्ति. हा अस्तु, हा. अपि च अस्तु, अत्र अग्रे जगन्नाथमहोदय सम्भावनापूर्वपदकर्मधारयः. यत्र पूर्वपदं विशेषणं भवति तच्च संज्ञापदमेव भवति सः सम्भावनापूर्वपदः कर्मधारयः. अत्र विग्रहवाक्ये पूर्वपदं पूर्वपदात् परम् इति प्रयुज्यते. अयोध्या, यथा अयोध्या इति नगरे, अयोध्यानगरे दुष्यन्तः इति नृपः, दुष्यन्तनृपः, नारिकेलः इति वृक्षः, नारिकेलवृक्षः, गीता इति ग्रन्थः, गीताग्रन्थः. अत्र पूर्वपदम् अस्ति संज्ञावाचकं पदम् इत्युक्ते नामधेयम् अस्ति. उत्तरपदमस्ति व्यक्ति, व्यक्तिः अथवा जातिः. पूर्वपदं व्यक्तिः अस्ति संज्ञावाचकं पदम्, उत्तरपदं जातिः अस्ति. जातिः तत्र एकः व्यक्तिः, एकः सदस्यः अस्ति जातौ. तर्हि अयोध्या इति, अयोध्या इति नगरी, तत्र अयोध्या इति एकः सदस्यः अस्ति, नगरी इति जातिवाचकपदमस्ति. अत्र महोदय, अत्र जगन्नाथमहोदय, भवान् गते सप्ताहे अत्र उदाहरणं किमपि वाक्यस्तरे अस्ति वा इति पृष्टवान् खलु. तदर्थम् अत्र भारतदेशप्रधानमन्त्री इति वदामः चेत्, भारतदेशप्रधानमन्त्री, तत्र सम्भावनापूर्वपदकर्मधारयः अस्ति वा? षष्टितत्पुरुष एव चिन्तयामि, तादृशं वदामः. कथं, कुत्र षष्टिः अस्ति? अत्र वस्तुतः चत्वारि पदानि सन्ति. भारतदेशप्रधानमन्त्री, प्रधानमन्त्री इति प्रथमे मनसि आगच्छति. प्रधानमन्त्री कीदृशसमासः? प्रधान विशेषणपूर्वपदसमासः कर्मधारयसमासः. सत्यं, विशेषणपूर्वपदकर्मधारयसमासः अस्ति. प्रधानः च, प्रधानः च सः, मन्त्रिः च अथवा प्रधानः मन्त्रिः इति पूर्वपद विशेषणपूर्वपदकर्मधारयसमासः. अपि च तदनन्तरं भारतदेश, भारत, भारतं नाम्नि देशः भवति, कीदृशसमासः भवति? नाम्नि इति उक्तवान् खलु, नाम्नि इदानीमेव अत्र दृष्टवन्तः, यत्र पूर्वपदे नामधेयम् अस्ति तत्र सम्भावना पूर्वपदकर्मधारे समासः. तर्हि तत्र विग्रहवाक्यं कथं भवति? भारतम् इति देश, भारतः इति देशः, भारतम् इति तत्र नपुंसकलिङ्गे अस्ति, भारतम् इति देशः, भारतम् इति देशः सम्भावना पूर्वपदकर्मधारे समासस्य उदाहरणमस्ति. भारतम् इति देशः, भारतदेशः. अनन्तरं प्रधानः च सः मन्त्रिः च, प्रधानमन्त्रिः, विशेषणपूर्वपदकर्मधारे समासः. अपि च अन्यत् किमपि अस्ति वा? अन्यत् किमपि इत्युक्ते कीदृश अन्यः समासः? देशप्रधानमन्त्रिः न, गर्भसमासकर्मधारेः इति वक्तुं शक्नुमः वा? किं षष्टि तत्पुरुषकर्मधारे समासः इति वक्तुं शक्नुमः वा? हा, इदानीं पश्यामः. भारतस्य प्रधानमन्त्री इति वयं वदामः चेत् भारतस्य प्रधानमन्त्री षष्टि तत्पुरुषः एकक्षणम्. भारतस्य प्रधानमन्त्री नास्ति खलु, अत्र भारतदेशः इति अस्ति. भारतदेशस्य प्रधानमन्त्री, हा, भारतदेशस्य प्रधानमन्त्री मन्त्रिः इति वयं वदामः. तर्हि षष्टि तत्पुरुषगर्भ सम्भावना पूर्वपदकर्मधारः इति वक्तुं शक्नुमः वा इति मम प्रश्नः. हा, अत्र वस्तुतः अत्र अपि च सम्भावना पूर्वपदकर्मधारय समासः अस्ति, अपि च विशेषणपूर्वपदकर्मधारय समासः अस्ति. द्वयमपि षष्टि तत्पुरुषसमासस्य गर्भे. भारतदेशस्य प्रधानमन्त्री इति तत्र सम्भावनापूर्वपदगर्भ विशेषणपूर्वपदगर्भ षष्टि तत्पुरुषसमासः. ओहो, अस्तु. सम्भावनापूर्व गर्भ तत्पुरुष षष्टि समास षष्टि तत्पुरुष एव आगच्छति किल, किं कथं सम्भावनापूर्व अत्र सम्भावनापूर्वपदकर्मधारे समासः अपि अस्ति, विशेषणपूर्वपदकर्मधारे समासः अपि अस्ति, अन्ते विशेषणपूर्वपदकर्मधारे समासः अस्ति. इदानीं चत्वारि पदानि सन्ति, तत्र सम्बन्धः कः? चतुर्णां पदानां सम्बन्धः अत्र षष्टि तत्पुरुषसमासेन सम्बन्धः भवति अत्र चतुर्णां पदानां. तर्हि तत्र विशिष्टसमासः अस्ति षष्टि तत्पुरुषसमासः. तस्मिन् गर्भे इदानीं सम्भावनापूर्वपदकर्मधारयः अपि अस्ति, विशेषणपूर्वपदकर्मधारयः अपि अस्ति. अतः सम्भावनापूर्वपदगर्भ विशेषणपूर्वपदगर्भ षष्टि तत्पुरुषसमासः इति विषयः अस्ति. तत्र कर्मधारय इति पदमेव न आगच्छति किल, न, अत्र प्रधानः मन्त्रिः विशेषणपूर्वपदकर्मधारयः अस्ति खलु. आम्, भारतदेशः इति सम्भावनापूर्वपदकर्मधारयः अस्ति. आम्, इदानीं भारतदेशः इति एकं समस्तपदं, प्रधानमन्त्री इति अन्यत् समस्तपदं. तर्हि तत्र इदानीम् अत्र समस्तपदद्वयमस्ति इत्युक्ते सम्भावनापूर्वपदगर्भकर्मधारय विशेषणपूर्वपदगर्भकर्मधारय षष्टि तत्पुरुषसमासः इति वक्तुं शक्नुमः वा? सम्भावनापूर्वपदकर्मधारयः सम्भावनापूर्वपदगर्भकर्मधारय विशेषपूर्वपदगर्भकर्मधारय षष्टि तत्पुरुषसमासः. विशेषण सम्भावनापूर्वपदकर्मधारय गर्भ विशेषणपूर्वपदकर्मधारयकर्मषष्टितत्पुरुषसमासः एकः प्रश्नः अस्ति, सरला अस्मि. अत्र उत्तरपदमन्त्री भवति साधु, मन्त्री तस्य अन्वयः भवति वाक्ये क्रियापदेन सह. यदा वदामि भारतदेशप्रधानमन्त्री दिल्ली नगरे वसति, तत्र मन्त्री इति भवति प्रधान पदम् इति उत्तरपदम्, उत्तरपदप्राधान्यं, सत्यम्. सो कथं गर्भ विशेषणपूर्वपदं कर्मधारे भवति? अहं चिन्तवती सम्भावना पूर्वपदगर्भ षष्ठी तत्पुरुषगर्भ विशेषणपूर्व पद कर्मधारे समासः अस्ति. यतोहि मन्त्री इति अस्य पदस्य अन्वयः क्रियापदेन सह प्रधानमन्त्री इति एव अत्र मुख्यसमासः, इत्युक्ते विशेषणपूर्वकर्मधारे समासस्य गर्भे षष्ठीतत्पुरुषसमासः अपि च सम्भावनापूर्वपदकर्मधारे समासः अस्ति इति वा? तादृशचिन्तनं समीचीनमेव, समीचीनमेव अस्ति भगिनि चिन्तनं, परन्तु अत्र क्रमः कथम् अस्ति इति पुनः एकवारं पश्यामि. अनन्तरम् अत्र कोऽपि नियमः अस्ति वा इति गर्भसमासस्य विषये इति अनन्तरं वदामि. यद्भवती वदति समीचीनमेव, यतोहि अत्र मन्त्री इति पदस्य एव अन्वयः अस्ति क्रियापदेन सह. परन्तु अत्र अत्र द्वयोः अत्र वस्तुतः अत्र चत्वारि पदानि सन्ति खलु, तयोः सम्बन्धः कः? षष्ठीतत्पुरुषसमासेनैव सम्बन्धः भवति खलु? भवत्या बिन्दु अपि साधु अस्ति. तर्हि अत्र अत्र नियमः अन्यः नियमः अत्र कोऽपि अस्ति वा इति दृष्ट्वा अनन्तरं वदामि. इदानीं मम मनसि अत्र तादृशचिन्तनम् अस्ति, अत्र इतोपि नियमः किमपि अस्ति वा इति दृष्ट्वा वदामि. भगिनि, अपि च पदं किम् आसीत्? भारतदेशप्रधानमन्त्री इति पदमेकम् आसीत् खलु? भारतदेशप्रधानमन्त्री, मन्त्री इकारान्तशब्दः भवति वा? मन्त्रिन् मन्त्रिन् सम्यक् मन्त्रिन् इति अस्ति, मन्त्री अस्तु भगिनि, भवती उक्तवती मन्त्री इति, मन्त्री इति उक्तवती, सत्यं. किमर्थं विसर्गः आगतः? मन्त्री अत्र नकारान्तशब्दः अस्ति. अस्तु मन्त्रिन्, समीचीनम्. अस्तु तर्हि अग्रे अत्र मध्यमपदलोपि कर्मधारे समासः, अत्र राजी भगिनी वदति वा? एकः प्रश्नः अस्ति, सम्भावनापूर्वपद इति ये उदाहरणानि दत्तानि अत्र, अयोध्या इति नगरे, अयोध्यानगरी एकस्मिन् समये विशालतमा नगरी आसीत्. दुष्यन्तः इति नृपः, दुष्यन्तस्य वर्णनेपि महाभारते स एव यूरोप अन्य यवनदेशानपि आक्रम्य जयं प्राप्तवान् इति. तस्मिन् समये यावत् दूरं तस्य सः चक्रवर्ती भूतवान् तादृशं कोऽपि नासीत्. नारिकेल तु उन्नतमवृक्षः. गीतायाः सिद्धान्तविषये ये सन्ति तादृशं ग्रन्थाः इदानीं पर्यन्तम् अन्यत् तस्य तुलना केन? तुलना नास्ति महोदय, अत्र तुलना नास्ति, तुलना एव नास्ति अत्र. उपमानम् उपमेयविषयः नास्ति अत्र, इत्युक्ते अत्र एकः सदस्यः अस्ति ग्रन्थेषु. गीता इति एकः ग्रन्थः, ग्रन्थस्य नाम अस्ति गीता. यत्र संज्ञापदं पूर्वपदे अस्ति, उत्तरपदे जातिवाचकपदम् अस्ति. अत्र ग्रन्थः इति जातिः अस्ति, ग्रन्थः इति जातौ बहवः सदस्याः सन्ति, तेषु गीता एकः सदस्यः. तावदेव अत्र सम्भावना, अत्र तुलना एव नास्ति, अत्र उपमानम् उपमेयम् इति तादृश चिन्तनं नास्ति अत्र. अस्तु, धन्यवादः. अस्तु, अग्रे अत्र राजी भगिनी अत्र मध्यमपदलोपि कर्मधारयः इति वदतु. अहं म्यूट् मध्ये आसम्. मध्यमपदलोपि कर्मधारये पूर्वपदं छाया बहुलाः, उत्तरपदं वृक्षाः, समस्तपदं छायावृक्षाः इति आगच्छति. पूर्वपदस्य अन्तिमं बहुलाः इति वार्ता इति शब्दः शब्दम् अस्ति. उत्तरपदं वृक्षाः इति अस्ति, परन्तु समस्तपदे मध्यम मध्ये मध्ये के मध्ये कः शब्दः अस्ति सः लोपः भवति मध्यम मध्यमपदलोपि कर्मधारये. वृक्षाः एव आगच्छति. अर्थं छाया बहुला वृक्षाः छाया बहवः सन्ति इति अर्थं स्वीकुर्मः. तत्र मध्यभागे किं पदमस्ति तत् पदं समस्तपदे न दृश्यते, तदेव मध्यमपदलोपि कर्मधारयः. सत्यम्. इत्युक्ते पूर्व उत्तरपदयोः मध्ये एकं पदम् अस्ति. अत्र समस्तपदे पूर्व उत्तरपदयोः मध्ये एकं पदम् अस्ति. तादृशपदं समस्तपदे नास्ति, तस्य लोपः अभवत्. इदानीम् अत्र समस्तपदं दृष्ट्वा मध्ये यत् पदम् अस्ति तस्य सम्बन्धकल्पनां वयं कृत्वा पदस्य अध्याहारं कुर्मः. अतः अत्र छायावृक्षाः इति समस्तपदे तत्र छाया अपि च वृक्षः तयोः सम्बन्धः अस्ति. अत्र सम्बन्धकल्पनां कृत्वा छाया बहुलाः वृक्षाः इत्यपि वक्तुं शक्यते, अथवा छायाप्रधानाः वृक्षाः इत्यपि वक्तुं शक्यते. तर्हि अत्र मध्ये यत्किमपि पदं भवितुमर्हति सम्बन्धकल्पनाय, यत्र अर्थस्य बोधः भवति तादृशपदं. तत्र बहुलाः इति पदस्य अर्थं व्याप्तम् इति स्वीकर्तुं शक्नुमः वा भगिनि? वृक्षाः छाया व्याप्ता अस्ति इति. वृक्षाः छाया व्याप्ता, तस्य अर्थः कः इदानीं? The shadow is all over the below the tree, the chaya is all over the tree iti. Vyaptam iti param tatra bhavati va iti chintanam bhavati. Chaya vyapta vriksha iti. Vyaptaha vriksha iti va. Vyaptaha chaya bahulaha iti tava padasya artam tasmin sambandhe vava. वयं व्याप्तम् इति नेतुं शक्नुमः वा न वा इति मम प्रश्नः. न, परन्तु तत्र छाया इत्यस्मिन् विषये एव भवति खलु, तत्र वृक्षेण सह कः सम्बन्धः? छायायाः सम्बन्धः वृक्षेण सह भवति किल? छायायाः सम्बन्धः वृक्षेण सह भवति, परन्तु तत्र मध्ये यः पदमस्ति, मध्ये यत् पदमस्ति तत् पदं तादृशपदं भवति येन द्वयोः पदयोः सम्बन्धस्य विषये सूचनां वयं प्राप्तुं शक्नुमः. तादृशपदं भवेत्. अस्तु भगिनि. अस्तु भगिनि, एकः प्रश्नः. सम्भावनपूर्वपद कर्मधारयस्य अन्यत् उदाहरणं राजा रामः इति अपि भवितुम् अर्हति खलु? अत्र रामः इति राजा, अत्र किं विशेषणं प्रथमम् आगच्छति? नामपदं प्रथमम् आगच्छति. सम्भावनापूर्वपदकर्मधारये नामपदं प्रथमम् आगच्छति. राम इति प्रथमं, रामः इति प्रथमम् आगच्छति. रामः इति राजा. हा हा, रामः इति राजा. किन्तु यदा समस्तपदं वदामः, समासं कृत्वा, तदा राजा रामः इति किं क्रमः भिन्नं भवति. किमर्थम्? रामः इति राजा इति उक्तवन्तः खलु विग्रहः. गीता इति ग्रन्थः अस्ति चेत् समस्तपदं किम्? हा, तत्र गीताग्रन्थः इति क्रमः समानमेव भवति. गीता इति ग्रन्थः, गीताग्रन्थः इति. हा, किन्तु राजा रामः इति वदामः चेत् प्रथम विग्रहवाक्ये रामः इति राजा भवति खलु, रामः इति राजा समस्तपदं, समस्तपदं तदा राजा रामः इति किं राजा इति प्रथमम् आगच्छति, किमर्थं किमर्थं प्रथमम् आगच्छति? तथा एव श्रुतं भगिनि. रामराजः तु अत्र किमपि विशिष्टसूत्रमस्ति वा येन राजा प्रथमम् आगच्छति? न, राजा राम इति श्लोकेषु श्रुतं. विशेषणपूर्वपद भवति तत् तत्र, हा विशेषणपूर्वपद भवति तत्र, न तु सम्भावनापूर्वपद. सत्यं, विशेषणपूर्वपदकर्मधारयः भवति. अत्र अत्र अत्र अत्र पदस्य परिवर्तनं न भवति, सम्भावनापूर्वपदकर्मधारयः इति वदामः. तत्र कथञ्चित् तत्र राजा पूर्वम् आगच्छेत् इति तादृशनियमः नास्ति भगिनि. यत्र पूर्वनिपातः तथा किमपि नास्ति अत्र भगिनि. किन्तु किन्तु अत्र क्षम्यतां भगिनि, किन्तु अत्र राजा इति जातिः अस्ति, रामः इति व्यक्तिः अस्ति. अतः अहं चिन्तयामि सम्भावनापूर्वपदमेव खलु. सम्भावनापूर्वपदम् एव, परन्तु भवती यदि यदि राजा रामः इति वदति चेत् तत्र राजा इति पदं विशेषणं सूचयति. रामः कीदृशः इति चेत् राजा इति सूचयति, राजा रामः इति. इदानीम् अत्र रामराजा इति वदति, रामराजः इति भवति तत्र, रामराजः इति वदति चेत् तत्र रामः रामः रामराजा इति, रामः रामः इति राजा, रामः इति राजा. तत्र राजा इत्यस्य आकारस्य ह्रस्वः भवति इति चिन्तयामि. तत्र किमपि विशिष्टनियमः अस्ति येन राजा इति ह्रस्वकारान्तपदं भवति. अस्तु अस्तु भगिनि. भगिनि भगिनि, रामराजा इति वदनेन तत् राज्यं राज्यं बोधयति. रामराजा रामराजा कथम् आसीत् इति बोधयति रामराजा. तद् राज्यं न बोधयति अत्र. रामः इति एकः राजा इति तावदेव, रामः इति एकः राजा तावदेव बोधयति, न राज्यं न बोधयति. कथं एतद् रामराज इट् इस् लैक् रामराज, युनो तत् रामराज्यम् इति भवति. रामराज्यं, हा रामराज्यम् इति भवति, न तु रामराजम्. अस्तु, रामराज्यम् इति वदनेन तद् डिफ्रेन्स्. सत्यम्. अस्तु, तर्हि अत्र इदानीम् अग्रिमपृष्ठे प्रश्नः अस्ति वा? क्षम्यताम्, हा इतोपि एकः प्रश्नः अस्ति. उपमान उत्तरपद तत्र किं साधारणधर्मः न वदन्ति, किन्तु यथा सन्दर्भानुगुणं वयं स्वीकर्तुं शक्नुमः साधारणधर्मः कः इति, खलु? सत्यं सत्यं सत्यं, साधारणधर्मं स्वीकुर्मः, परन्तु समस्तपदे नास्ति. हा, साधारणधर्मः समस्तपदे नास्ति, परन्तु साधारणधर्मस्य एव अत्र तुलना अस्ति. पुरुषः अपि व्याघ्रः, अत्र वीरता इति साधारणधर्मस्य तुलना अस्ति. वीरता अथवा उग्रता किमपि, उग्रता यत्किमपि भवतु. हा, सत्यं, समीचीनम्. अस्तु, तर्हि अग्रिमपृष्ठे यः अभ्यासः. हा, क्षम्यतां भगिनि, तत्र केचन प्रश्नाः सन्ति, मम चिन्तनार्थं पृच्छामि. प्रथमम् उपमानपूर्वपदकर्मधारयः, तत्र चन्द्रमनोहरः इति वाक्ये तदनन्तरं कृष्णः इति वदामश्चेत् एव उपमानपूर्वपदकर्मधारयः भवति. यदि न वदामश्चेत् तत्र बहुव्रीहिः भवति किल, केवलं चन्द्रमनोहरः इति तावदेव वदामश्चेत्. बहुव्रीहिः इति अस्ति चेदपि अन्यत् पदम् आवश्यकं खलु? बहुव्रीहिः अस्ति चेदपि चन्द्रः एव मनोहरः, अत्र अन्यत् किमपि पदं चन्द्रमनोहरः इति तावदेव वदामः चेदपि तत्र अन्यत् पदम् आवश्यकं खलु? यतोहि अत्र अत्र विशेषणं भवति. हा, चक्रपाणिः इति वदामश्चेत् तत्र चक्रपाणिः इत्येव वदामः किल. हा, तत्र तु समीचीनं, तत्र समीचीनम् इति चन्द्रमनोहर इति तावदेव वदामश्चेत् वाक्ये चन्द्रमनोहरः आगच्छति इति तावदेव अहं वदामि चेत् तत्र बहुव्रीहिः भवति. यदि चन्द्रमनोहरः कृष्णः आगच्छति, क्षम्यतां, तत्र तत्पुरुषसमासः भवति खलु, बहुव्रीहिः न भवति. चन्द्रमनोहरः इति पदमेकमेव स्वीकुर्मः कृष्णः इति न उक्त्वा, तदा मनोहरः इति तत्पुरुषसमासः भवति खलु. विग्रहवाक्यं वदतु. ओ अन्यपदप्राधान्यम् इति भवान् चिन्तयति वा? न, किन्तु चक्रपाणिः तत्र चक्रं पाणौ यस्य सः इति तथा भवति खलु बहुव्रीहि. किन्तु अत्र मनोहरः एव यः कोऽपि भवितुम् अर्हति. न न, तादृशं नास्ति. अत्र चन्द्र चन्द्रैव मनोहरमुखं यस्य सः इति भवति. केवलं चन्द्रमनोहरः इति तावदेव वदामि चेत्. केवलं चन्द्रमनोहरः इति वदति चेत् किम् उक्तवान्? पुनः वदतु. चन्द्रं चन्द्रः इव मनोहरमुखं यस्य सः. चन्द्रः इव मनोहरमुखं यस्य सः. अस्तु, सः चन्द्र बहुव्रीहि. समस्तपदं किं? चन्द्रमनोहरः तावदेव. मुखं कुत्र गतं? तत्र प्रायः बहुव्रीहि पठामश्चेत् तत्रापि उपमान बहुव्रीहि समासः भवति. सत्यं, चन्द्रमनोहरमुख मुखः इति खलु. मुखमपि पदमपि भवति खलु. मुखमिति भवेत् इति वा? हा, मुखमपि भवेत् खलु. समस्तपदे अत्र विग्रहवाक्ये यानि पदानि सन्ति तानि पदानि समस्तपदे अपि भवन्ति. भवान् त्रीणि पदानि उक्तवान्, चन्द्रमनोहरमुखम् इति. चन्द्रः इव मनोहरः आगच्छति. मुखमिति त्यजतु इदानीं. चन्द्रः इव मनोहरः पुरुषः वा? तत्र चन्द्रः इव मनो तत्र तत्रापि अन्यत् पदस्य आवश्यकता अस्ति महोदय. चन्द्रमनोहरं चन्द्रमनोहरं मुखम् इति वदामः चेत् चन्द्रमनोहरं मुखम् इति वदामः चेत् चन्द्रमनोहरम् इति विशेषणं भवति मुखम् इत्यस्य. अथवा चन्द्रमनोहरपुरुषः इति वदामः चेत् चन्द्रमनोहरः इति विशेषणं भवति पुरुषः इत्यस्य. अस्तु, समीचीनं. यथा चन्द्रः मनः हरति तथा इति किल मनोहरः इत्यत्र कश्चन पुरुषः चन्द्रः इव मनोहरः. यथा चन्द्रः मनः हरति, ओके, मानसं हरति, तथा सः पुरुषः अपि मानसं हरति इति. अत्र कथं वा अन्यत्? हा, तत्र किमर्थम् एतत् न अवगतं मम. कश्चन पुरुषः यथा चन्द्रः मनसि आह्लादकरः अस्ति तथा सः अपि मनोहरः इति. सत्यं सत्यं, समीचीनं. तर्हि इदानीं मनोहरः इति अपि समस्तपदम् इति स्वीकृत्य भगिनी वदति. चन्द्रमनोहरः इति समस्तपदमेव? न न, अत्र चन्द्रमनोहर इति समस्तपदे कति पदानि सन्ति? द्वे वा त्रीणि वा? चन्द्रमनोहरः द्वे पदे स्तः. हा, द्वे पदे स्तः. इदानीं यादृशं सावित्री भगिन्या उक्तं तत्र मनः हरति इति तत्रापि भेदः कृत्वा यदा कुम्भं करोति इति कुम्भकारः उपपदसमासं कृत्वा सा वदति इति पदत्रयं सा न अर्थम् उक्तवती. अर्थम् उक्तवती हरति इति पदम् अर्थस्य स्पष्टीकरणार्थं हरति इति अपि स्थापितवती, परन्तु हरति इति समस्तपदे नास्ति. न न, मनोहरः इति अस्ति किल, मनोहरः अपि समस्तपदमेव. मनोहरः, हा, मनोहरः इति अपि समस्तपदम् इति वदति वा? हा, मनः हरति इति मनोहरः. हा, इति तत्र मनः हरति इति मनोहरः इति तादृशं सा उक्तवती. अतः अत्रापि पदत्रयं भवति. भवतु, तत्र बहुव्रीहिं पठित्वा पुनः मम प्रश्नं प्रति इतोपि चिन्तयामः. तत्र इदानीं मम द्वितीयप्रश्नः अस्ति भगिनि. परन्तु महोदय, यद् भवान् उक्तवान् चन्द्रः इव मनोहरः पुरुषमेव सूचयति, तत्तु सत्यमेव. अत्र चन्द्रः इव मनोहरः पुरुषः इत्यपि स्थापनीयः, अथवा पुरुषः अथवा अन्यत् किमपि विशेषं. मुखं यत्किमपि स्थापनीयं तत्र, नो चेत् मनोहरः, मनोहरः इति पुल्लिङ्गे अस्ति अतः पुल्लिङ्गपदं, पुल्लिङ्गवाचकपदं पुरुषः अथवा तादृशं। भगिनि अत्र अग्रे गमनात् पूर्वम् एकं वक्तुम् इच्छामि, नीलकण्ठः इति तत्र नीलः पदमेकमस्ति, कण्ठः इति पदमेकमस्ति, किन्तु अन्यत् पदप्राधान्यम् अस्ति, तत् बहुव्रीहि समासः इति मम अवगमनं। नीलः अपि नास्ति, कण्ठः अपि नास्ति, किन्तु अन्यत् किमपि तत्र बहुव्रीहि, किन्तु अत्र मनोहरः इति एव पुरुषः अस्ति, अतः अन्यत् पदप्राधान्यं नास्ति, उत्तरपद प्राधान्यम् इति। सत्यं, समीचीनं भगिनि, तथा एव मम चिन्तनमपि। किन्तु भगिनि इदानीं मनोहरः इति, मनोहरः इति साधारणधर्मः इति इदानीमेव पठितवन्तः किल, मनोहरः इत्युक्ते पुरुषः न भवितुमर्हति, यत्किमपि मनोहरं भवितुमर्हति, मनोहरः इत्युक्ते केवलं पुरुषः एव इति नास्ति किल। हा, यत्किमपि भवितुमर्हति, सत्यं, परन्तु अत्र पदद्वयोर्मध्ये कः सम्बन्धः इति इदानीं पश्यामः। चन्द्र अपि च मनोहरः द्वयोर्मध्ये अत्र उपमानपूर्वपदकर्मधारे समासः भवति इति तावदेव विषयः अस्ति अत्र। सत्यं, किन्तु मम प्रश्नः किम् आसीत्, इदानीं चन्द्रमनोहरः कृष्णः आगच्छति इति तादृशवाक्यं मया रच्यते चेत् तत्र उपमानपूर्वपद कर्मधारे समासः भवति चन्द्रमनोहरः इति। यदि कृष्णः इति पदं त्यजामि वाक्ये, केवलं चन्द्रमनोहरः आगच्छति इति तावदेव वदामश्चेत् तत्र इदानीं कः इति मया न उक्तं, तत्र कृष्णः वा रामः वा यत्किमपि भवतु, यः कोऽपि भवतु तत्र, किन्तु केवलं चन्द्रमनोहरः इति तावदेव वदामि चेत् तत्र दोषः वा नो चेत् बहुव्रीहिः भवति वा इति मम प्रश्नः आसीत्। अस्तु अस्तु अस्तु, केवलं चन्द्रमनोहरः चिन्तयामः, चिन्तयामः चेत् केवलं चन्द्रमनोहरः इति एव वदामः चेत् तत्र बहुव्रीहिः भवति वा इति चिन्तयामः। हा, इति एकम्। इदानीं द्वितीयप्रश्नः भगिनी, मनोहरचन्द्रः इति वदामि चेत् तत्र विशेषणपूर्वपदसमासः भवति किल, मनोहरः चन्द्रः, सत्यं, मनोहरः मनोहरचन्द्रः, मनोहरः चन्द्रः, हा, मनोहरः चन्द्रः इति विशेषणपूर्वपदसमासः भवति। समीचीनम्। इदानीं तत्र तृतीयप्रश्नः, पुरुषव्याघ्रः इति उपमान उत्तरपदकर्मधारयः अस्ति किल, तत्र इदानीं वैपरीत्यं कृत्वा व्याघ्रपुरुषः इति वदामश्चेत् व्याघ्रस्य पुरुषेण सह तुलना इति भवति वा? व्याघ्रपुरुषः इति वदति चेत् इत्युक्ते व्याघ्रपुरुष व्याघ्रे अत्र कीदृश, अत्र व्याघ्रः पुरुषः अत्र कीदृशधर्मस्य तुलनां कर्तुम् इच्छति भवान्? अत्र व्याघ्रः कथं पुरुषः एव भवितुमर्हति? हा, तदपि तदेव मम चतुर्थप्रश्नः आसीत्, अन्तिमप्रश्नः। इदानीं तत्र पुरुषव्याघ्रः इति स्वीकुर्मः, पुनः अनन्तरं मम प्रश्नं प्रति आगच्छामः। इदानीं तत्र वीरता इति धर्मं स्वीकृत्यापि तुलना कर्तुं शक्यते, क्रूरता इति धर्मः अपि स्वीकृत्य तुलना कर्तुं शक्यते इति कृत्वा अत्र किं धर्मं स्वीकृत्य तुलना कृतम् इति न अवगन्तुं शक्यते किल, वयमेव ऊहां तत्र सन्दर्भानुसारं ऊहां करणीयम्। सत्यं, सिंहो माणवकः इति वदामश्चेत् तत्र सिंहे वीरता अपि विद्यते अपि च क्रूरता अपि विद्यते इति कृत्वा सन्दर्भानुसारं तत्र वीरता वा क्रूरता वा उक्तम् इति वयमेव ऊहां कर्तुं शक्नुमः। एवमेव तत्र व्याघ्रपुरुषः तत्र यत्किमपि भवतु, अहं तुलना करोमि, किन्तु मम प्रश्नः किमिति चेत् तत्र उपमानपदमेव उत्तरपदेन भवेत् इति नियमः वा इति। उपमानपदमेव उत्तरपदे भवेत् इति एव नियमः, अतः एव उपमानोत्तरपदकर्मधारयः इति। अत्र समस्तपदस्य नाम अत्र कर्मधारयसमासस्य नाम एव उपमान उत्तरपदकर्मधारयः, तर्हि उपमानवाचकपदम् उत्तरपदे पदे भवेत् इति नियमः अस्ति, इति नियमः। किन्तु तत्र सामान्यधर्मः किम् इति न भवति, किन्तु उपमानपूर्वपदकर्मधारे उपमेयं न भवति, किन्तु सामान्यधर्मः भवति उत्तरपदत्वेन. सत्यम्. अस्तु भगिनि, तावदेव. धन्यवादः. यदा भवान् व्याघ्रः पुरुषः इव इति वदति, तादृशप्रयोगः नास्ति लोके, अतः अत्र संस्कृतभाषायां तादृशप्रयोगः अस्ति वा इति अपि द्रष्टव्यं खलु अत्र. सत्यं. भवान् हा, अतः तादृश प्रायः तादृशसमासः न भवति. सत्यं सत्यं. भगिनी इत्युक्ते यत् यत् महोदयेन उक्तं व्याघ्रपुरुषः इति, तत् उपमानपूर्वपद अस्य उदाहरणं भवितुम् अर्हति खलु, व्याघ्रस्य इव पुरुषः. न, अत्र पुरुषः इति, अत्र पुरुषः उपमेयम् अस्ति चेत् उत्तरपदे उपमेयं न भवितुम् अर्हति. उपमानपूर्वपदकर्मधारे समासे उत्तरपदं सामान्यधर्मः एव भवेत्, न तु पुरुषः. ओ अस्तु अस्तु. प्रायः व्याघ्रः इव साहसी तथा किमपि भवितुम् अर्हति. हा, व्याघ्रः इव सः तथा तथा. हा हा, अस्तु, धन्यवादः. समीचीनम्. अस्तु, तर्हि अग्रिमपृष्ठे अभ्यासः अस्ति खलु, एकवारं कुर्मः. अत्र शुकवनमहोदय आरम्भं करोति वा अग्रिमपृष्ठे. अत्र गीताप्रवेशः इति पुस्तके 132 इति पृष्ठसङ्ख्याम् प्राप्तं, तत्र 12.6 अस्ति किल. सत्यं. अधस्तने कोष्टके स्थितानि पदानि यतोदाहरणं योजयत. एकस्मिन् सदसि कर्मधारय समासभेदः अस्ति, अन्यस्मिन् सदसि उदाहरणमस्ति. तत्र विशेषणपूर्वपदः विशेषण सर्वद्वाराणि इति पुस्तके एव दत्तं. तत् सर्वद्वाराणि इति अस्ति, तत्र विग्रहवाक्यं भवति सर्वाणि द्वाराणि इति. सर्वाणि द्वाराणि, सर्वद्वाराणि. द्वितीयविधं वक्तुम् इच्छामः चेत् विग्रहवाक्यं सर्वाणि च असौ द्वाराणि च इति भवति वा? अत्र द्वाराणि इति कीदृशपदं, लिङ्गं किं? नपुंसक. नपुंसकलिङ्गं, तर्हि सर्वनामशब्दः अपि नपुंसकलिङ्गे एव भवेत्. सर्वाणि इति मया उक्तं. सर्वाणि अत्र मध्ये यत् मध्ये यः सर्वनामशब्दः अस्ति, असौ इति पुल्लिङ्गे, पुल्लिङ्गे स्त्रीलिङ्गे असौ. हा, इमानि, तानि, एतानि, एतानि, एतानि, यत्किमपि भवितुमर्हति. अस्तु अस्तु. अधः शब्दस्य नपुंसकलिङ्गरूपं किम् इति चिन्तयन्नस्ति. असौ इत्यस्य समान नपुंसकलिङ्गं भवति यत्किमपि. हा, सर्वाणि तानि द्वाराणि. अमूनि इति सकारान्त नपुंसकलिङ्ग अधः शब्दस्य अधः अमू अमूनि अमूनि. अस्तु अस्तु. इत्युक्ते तत्र सर्वाणि अमूनि द्वाराणि च, सर्वद्वाराणि इति भवति. द्वितीयं, हा, उपमानपूर्वपदः घन उपमानपूर्वः घनश्यामः इति. तत्र घनं घनम् इति उपमानमस्ति, श्यामः इति सामान्यधर्मः अस्ति. प्रायः कृष्णः कृष्णं सूचयति इति कृत्वा सः कृष्णः उपमेयः भवति. अतः उपमानपूर्वपदसमासः भवति घनश्यामः. घन घन इत्यस्य लिङ्गं नपुंसकलिङ्गं स्वीकृतवान् वा? अत्र पुल्लिङ्गे अस्ति खलु. हा, तत्र विग्रहवाक्यम् इदानीमपि न मया न उक्तं. तत्र घन घनम् इव श्यामः इति वा? न, नपुंसकलिङ्गे उक्तवान् घनम् इति. तत्र अत्र लिङ्गं किम् इति. ओ, घनः इव श्यामः इति वा? सत्यं, घनः इव श्यामः. तत्र इति शब्दम् आगच्छति चेत् तस्मात् पूर्वं यत्कमपि लिङ्गं भवितुम् अर्हति. न, गणः इव श्यामः इति नास्ति, गणः इव श्यामः. किन्तु इव इति आगच्छति चेत् तत्र लिङ्गानुसारम् एव वक्तव्यम् इति नियमः. इव इति आगच्छति चेत् किं लिङ्गस्य पालनं कर्तव्यं तत्र इति इत्यस्मिन् इति इति वदामश्चेत् तत्र लिङ्गस्य पालनं न कर्तव्यं, किन्तु इव इति वदामश्चेत् तत्र लिङ्गस्य पालनं कर्तव्यम् इति, इत्युक्ते तत्र गणः इव श्यामः इत्येव वक्तव्यम्. न न, अत्र सर्वत्र कर्मधारे समासे पूर्वपदम् उत्तरपदं प्रथमविभक्तौ एव भवति. सत्यं, किन्तु इदानीं पश्यतु तत्र अयोध्या इति यत्र इति इति आगच्छति तत्र इति इति इत्यस्मिन् पूर्वं यत्किमपि लिङ्गं भवितुम् अर्हति. समीचीनं. न न, अत्र अत्र शब्दस्य मूललिङ्गं किम् इति द्रष्टव्यं महोदय. यत्किमपि लिङ्गं भवितुम् अर्हति इति नास्ति. अत्र दुष्यन्तः इति पुल्लिङ्गे अस्ति, अतः पुल्लिङ्गे एव भवति. दुष्यन्तः दुष्यन्तः इति नृपः इति वदामः चेत् दुष्यन्तः पुल्लिङ्गे अस्ति, तर्हि पुल्लिङ्गे एव भवति पूर्वपदं प्रथमविभक्तौ. नारिकेलः इति पुल्लिङ्गे एव अस्ति, अतः पुल्लिङ्गे एव भवति नारिकेलः इति वृक्षः. गीता इति पदं स्त्रीलिङ्गे अस्ति, अतः स्त्रीलिङ्गे भवति. एवमेव अत्र गणः इव श्यामः, गणः इति पदं पुल्लिङ्गे अस्ति, अतः पुल्लिङ्गे एव भवति. एकनिमिषम्, अत्र अयो नगरम् इति पदमस्ति. इदानीम् अयोध्या इति नगरम् इति अयोध्यानगरम् इति वदामि चेत् तत्र दोषः वा? अयोध्या इति नगरं, नगरम् इति अपि वक्तुं शक्यते. हा, तत्र अयोध्या इति स्त्रीलिङ्गे अस्ति, नगरम् इति नपुंसकलिङ्गे अस्ति. हा, भवतु. हा, तत्र इति तदेव मया उक्तं. तत्र इति इति यत्र आगच्छति तत्र पूर्वपदं यत्किमपि लिङ्गे भवितुमर्हति, उत्तरपदं यत्किमपि लिङ्गे भवति, किन्तु इव इति यत्र आगच्छति तत्र लिङ्गस्य पालनं भवेत्, तत्र समानलिङ्गकं लिङ्गं भवेत् इति. अतः गणः इव श्यामः इत्येव वक्तव्यं. हा, गणः इव श्यामः एव सत्यं. परन्तु श्यामः इति पदस्य लिङ्गं गणः इति पदेन सह नास्ति. श्यामः इति पदस्य लिङ्गं गणः, गणश्यामः कः? गणश्यामः कृष्णः. कृष्णः इति पदं विशेष्यमस्ति, तस्य लिङ्गं यत्किमपि अस्ति तदेव अनुसृत्य श्यामः इति पदस्य लिङ्गं. सत्यं सत्यं, श्यामः इत्यस्य लिङ्गं तत्र कृष्णः इत्युक्ते तत्र इदानीं पार्वती इति स्वीकुर्मश्चेत् तत्र घनश्यामा इति भवेत्. सत्यं, घनश्यामा. तत्र इव इति पदमस्ति चेत् समानलिङ्गं समान इति नास्ति खलु? सत्यं, तत्र घनश्यामा. इदानीं तत्र घनश्यामा इति स्वीकुर्मश्चेत् तत्र घना इव श्यामा, घना इव श्यामा इति वक्तव्यं वा, नो चेत् घनम् इव श्यामा इति वक्तव्यं वा? घनः इव श्यामा इति एव वक्तव्यम्. ओ, तत्र गणः इति पुल्लिङ्गे एव अस्ति. ओ, गणः इति पुल्लिङ्गपदम्, अतः गणः इव श्यामा पार्वती इति. सत्यम्. अस्तु अस्तु, बुद्धं. समीचीनम्. अस्तु, समीचीनं, धन्यवादः महोदय. हा हा, गणः इत्युक्ते डेन्सिटि खलु, अन्यत् किं कः अर्थः अस्ति अत्र? गणः इत्युक्ते अत्र अत्र मेघः, मेघः. ओ अस्तु, मेघस्य वर्णः कृष्णः, श्यामः अपि कृष्णवर्णः, अतः घनश्याम अत्र. हा सत्यं, श्यामघनः इत्युक्ते मेघः, घनश्याम. अस्तु अस्तु अस्तु, तर्हि अग्रे मेहुल् महोदय वदति वा. आम् महोदय, उपमानस्वरपदः अत्र पुरुषव्याघ्रः इति उदाहरणमस्ति, तत्तु उपमानोत्तरपदम् अस्ति, कर्मधारे समासः अस्ति. अत्र पुरुषः व्याघ्रः इव इति विग्रहवाक्यं भवति. पुरुषः इति उमेयं, व्याघ्रः इति उपमानम्, इव इति उपमानवाचकपदं भवति. सत्यं सत्यं, समीचीनम्. अग्रे पुष्पा भगिनी. अस्तु भगिनि, अवधारण पूर्वपदं पदः तत्तु शीलधनम्. शीलम् इति धनम्. शील इति शब्दस्य लिङ्गं किं? शिला, एतत् स्त्रीलिङ्गम् अस्ति. शीला इति धनं, सत्यम्? पुल्लिङ्गपदं पुल्लिङ्गपदं शीलः शीलः एव धनं शीलः इति अस्तु शीलः इति धनम् एव धनम् इति न एव न न शीलः अवधारणपूर्वपदकर्मधारे इति उक्तवती खलु हा हा हा एव एव शीलः एव धनं सम्यक् भगिनि धन्यवादः शीलः एव धनं न न अग्रे अन्य कोऽपि अस्ति वा अत्र लीना भगिनी सरला भगिनी हा अनन्तरम् अस्मि अस्तु अनन्तरं विजया भगिनी अपि अस्ति खलु अस्तु अस्तु लीना भगिनी अग्रे करोतु आं करोमि आं भगिनि हा अस्तु अधुना उपमान उत्तरपदम् अभवत् मध्यमपदलोपि मध्यमपदलोपि देवब्राह्मणः इति मन्ये देव सदृशः ब्राह्मणः मध्यमपदलोपि समा देवसदृशः ब्राह्मणः सदृशः हा सदृशः इति अपि भवितुमर्हति सदृशः अथवा अत्र पूजकः देवपूजकः ब्राह्मणः अपि भवितुमर्हति अत्र अस्मिन् समासे पूजकः वा सदृशः एतत् पदं लुप्तम् अस्ति अतः मध्यमपदमस्ति तत्र देव इति पूर्वपदं स्वीकृतं ब्राह्मणः इति उत्तरपदं स्वीकृतं तस्य समस्तपदमस्ति देवब्राह्मणः मध्यपदस्य लोपः भवति अतः मध्यमपदलोपि समासः सत्यं सत्यं समीचीनम् अग्रे अत्र विजया भगिनी करोति वा एकवारं वदतु भगिनि देवब्राह्मणः एकवारं देव लीना भगिनी वदतु वदामि देवब्राह्मणः देवसदृशः ब्राह्मणः वा देवपूजकः ब्राह्मणः अत्र सदृशः पूजकः इति मध्यमपदं लुप्तं भवति लोपः भवति तस्य पदस्य तथा च पूर्वपदः अस्ति देवः पूर्वपदमस्ति देवः ब्राह्मण इति उत्तरपदं तत् तयोः स्वीकृत्य ते द्वे पदे स्वीकृत्य तस्य देवब्राह्मणः इति समस्तपदं भवति अत्र मध्यमपदस्य लोपः अभवत् अतः मध्यमपदलोपि समासः अत्र देवः अपि सदृशः तयोः सम्बन्धः किं भवति अत्रापि समस्तपदमस्ति खलु पूर्वपदे समस्तपदमपि अस्ति देवपूजकः देवसदृशः तत्र किं भवति देवस्य पूजकः देवपूजकः षष्ठी तत्पुरुषः सदृशः सदृशः तृतीयः तत्पुरुषः देवेन सदृशः न अत्र देवपूजकः देवस्य पूजकः इति तादृशसमासः भवति वा देवस्य पूजकः ब्राह्मणः तादृशं भवति वा अथवा देवः इव पूजकः ब्राह्मणः ओ एवं वा देवम् इव पूजकः देवः इव पूजकः इत्युक्ते अत्र देवः इति एव उपमानपूर्वपदं पूजकः इति तत्र सामान्यधर्मः अस्ति पूजकत्वं देवे अपि अस्ति ब्राह्मणे अपि अस्ति अतः देवपूजकः देवसमानः इति वक्तुं शक्यते हा देवसमानः ब्राह्मणः इति अपि वक्तुं शक्नुमः सादृश्यम् इति तत् सत् सत् समानार्थः अस्ति खलु सादृश्यम् इत्येव तथा भवति देवः समासे यत् सन्दर्भः अस्ति तदनुसारम् अर्थं ग्रहीतव्यम् इति भवत्याः मनसि अन्यस्मिन् अर्थः अन्यत् अर्थम् आगच्छति मम मनसि किमपि अन्यत् आगच्छति सन्दर्भानुसारं देवस्य पूजकः ब्राह्मणः इति तथा वक्तुम् इच्छति चेत् तथापि वक्तुं शक्यते अत्र यत्किमपि समस्तपदं भवितुमर्हति शीलः एव इति वा शीलम् इति नास्ति वा शीलः एव धनं वा शीलः एव धनम् इति अत्र शीलः इति पदम् शीला इति पदं स्त्रीलिङ्गे अस्ति, शीलः इति पदं नपुंसकलिङ्गे अपि अस्ति. शीलं शीलं शीलम् इति नपुंसकलिङ्गे, शीलः इति पुल्लिङ्गे. हा इत्युक्ते द्विधा वक्तुं शक्यते वा अत्र? शीलम् इति नपुंसकलिङ्गे अत्र शीलः एव धनम्. अत्र शीलः इत्यस्य अर्थः के अर्थः कः इति चेत् अत्र धनम् इत्यस्मिन् अर्थे शीलः इत्युक्ते तत्र सम्यक् व्यवहारः, समीचीनः व्यवहारः. अतः तत्र तु पुल्लिङ्गे अस्ति शीलः. गुणमपि अर्थं स्वीकर्तुं शक्यते. तस्य सः शीलगुणवान् इति पुल्लिङ्गे एव अस्ति. तत्र पुल्लिङ्गे अस्ति गुणः इत्यर्थे अपि आगच्छति. भगिनि शीलता अपि अस्ति, शीलमपि अस्ति. अत्र शील अत्र शीलधनम् इति अस्ति, शीलधनम्. अतः शीलः एव धनम् इति स्वीकर्तुं शक्यते, अथवा शीलता एव धनं इत्यपि वक्तुं शक्यते. तत्तु कृदन्तपदं न किं कृदन्तपदं शीलता विशेषणपदं शील हा शीलता इति तत्र तल् प्रत्ययं योजयित्वा शीलता कृदन्तपदं. तत्तु स्त्रीलिङ्ग आगच्छति शीलता स्त्रीलिङ्गे भवतु. अस्तु शुकवन महोदय, किमपि प्रश्नः अस्ति वा? कोऽपि प्रश्नः? तत्र भवती उक्तवती किल देवः इव पूजकः ब्राह्मणः इति, तत्र तादृशं न भवति इति चिन्तयामि. किमर्थमिति इव इति आगच्छति चेत् तत्र उपमानपूर्वपदं भवेत्, नो चेत् उपमान उत्तरपदं भवेत्. इदानीं देवः ब्राह्मणः इत्यत्र, नो चेत् देवः पूजकः इत्यत्र सामान्यधर्मः नास्ति इत्यतः उपमान उत्तरपदमेव भवितुम् अर्हति इति तादृशमस्ति चेत्. एकक्षणम् कुत्र देवपूजकः उपमान उत्तरपदं कथं भवति? भवती उक्तवती अत्र अत्र विग्रहवाक्यं किं, देवः इव पूजकः ब्राह्मणः इति उक्तवती किल, तत्र उपमानपूर्वपदकर्मधारयः. पूर्वपदमस्ति चेत् तत्र उत्तरपदं सामान्यधर्मः भवेत्. अत्र तु सामान्यधर्मः कः? पूजकत्वं, यथा मनोहरत्वं पूजकः. पूजकत्वं पूजकत्वम् इति सामान्यधर्मः अस्ति, देवे अपि अस्ति ब्राह्मणे अपि अस्ति इति तथा चिन्तितवती. अस्तु, अतः हा इति वदति चेत् अत्र उपमान पूर्वपदकर्मधारे समासः किं भवति? देवपूजकः इति भवति. देव इदानीं पूजकः इति पूजकः इति इत्युक्ते यः पूजां करोति सः एव पूजकः किल. देवः इव पूजकः इत्युक्ते यथा देवः पूजां करोति तादृशं सः पूजा करोति इति वा? महोदय, पूर्वं यत् भवान् उक्तवान् तत्र देवस्य पूजकः भवति. हा इति भवति चेत् समीचीनं भवति इति मम चिन्तनं तत्र. अपि च यत्र उपमानपूर्वपदकर्मधारयः अस्ति तत्र लोपः भवितुमर्हति अपि वा इति चिन्तनीयम्. न अत्र तु अत्र समस्तपदं किं देवब्राह्मणः इति एव समस्तपदमस्ति. तत्र मध्ये यत्किमपि पदमस्ति तस्य लोपः अभवत्. इदानीं त्रीणि पदानि सन्ति अत्र विग्रहवाक्ये, त्रीणि पदानि सन्ति. तर्हि अत्र पूर्वपदं समस्तपदमस्ति, अत्र मध्यमपदलोपि समासे पूर्वपदं समस्तपदमस्ति, उत्तरपदम् अन्यत् पदमस्ति. पूर्वपदे यत् पदम् एकं पदं तस्य लोपः अभवत् मध्ये, यः मध्ये यत् पदम् अस्ति तस्य लोपः जातः. तर्हि वस्तुतः देवपूजकः ब्राह्मणः इति त्रीणि पदानि, इदानीं समस्तपदमस्ति देवब्राह्मणः. तर्हि देवब्राह्मणः इति समस्तपदस्य मध्यमपदलोपि इति समासः अस्ति. तत्र विग्रहवाक्यं किम् उक्तवन्तः, देवपूजकः ब्राह्मणः अथवा देवसदृशः ब्राह्मणः इति उक्तं. तर्हि देवसदृशः ब्राह्मणः, तत्र सदृशः इति शब्दस्य लोपः अभवत्. तर्हि देवब्राह्मणः इति समस्तपदम्. इदानीम् अत्र देवः अपि सदृशः, तयोः सम्बन्धः कः, तत्र कीदृशसमासः भवति इति चिन्तनम्. न न, इदानीम् एकनिमिषं भगिनि, तत्र तत्रापि देवसदृशः, इदानीं चन्द्रः इव मनोहरः, तत्र इव इति पदं लोपमिति न स्वीकुर्मः किल, इव इत्यस्य पर्यायपदमस्ति सदृशः इति. न न न, इव इति सदृशः, हा न न, अत्र सदृशः इति भिन्नं पदम् अस्ति, देवः अपि च सदृशः इति पदद्वयमेव अस्ति इति चिन्तयतु. देवः सदृशः, तयोः मध्ये सम्बन्धः कः? तदेव वदामि भगिनि, तत्र सदृशः इति पदं यथा इदानीं तत्र चन्द्रः इव इति तावदेव स्वीकुर्मश्चेत् तत्र समस्तपदं कर्तुं शक्यते वा? न किल. न न, सत्यं. हा, तथा सदृशः इति तत्र इव इति पदस्य पर्यायपदमस्ति सदृशः इति. सत्यम्. अतः तत्र सदृशम् इति पदं मध्यमपदम् इति स्वीकृत्य तस्य लोपः अभवत् इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते यदि तादृशं वदामश्चेत् चन्द्रमनोहरः अपि मध्यमपदलोपसमासः भवितुमर्हति. किमर्थमिति इव इति पदं त्यक्तं, किन्तु तादृशं न वदामः किल. इति कृत्वा सदृशः इति सदृशत्वं, देवः इव भवान् वदति, अत्र इव अपि सदृशत्वयोः समानार्थः अस्ति. सत्यम्. इति कृत्वा सदृशः इति वदामश्चेत् तत् सदृशः इति पदं लोपं भूत्वा देवसदृश तत्र देवब्राह्मणः इति न भवितुमर्हति. यदि तादृशं भवति चेत् चन्द्रः इव मनोहरः अपि मध्यमपदलोपसमासः भवितुमर्हति, किन्तु नास्ति. उपमानपूर्व अत्र उपमानपूर्वपदकर्मधारयः इत्युक्ते किम्? एकं स्वीकृत्य अन्येन सह तस्य तुलना इव. सत्यम्. अतः भवान् किं वदति, अत्र सदृशः इति पदं मध्यमपदलोपि समासे तत्र न भवितुम् अर्हति इति वदति? न भवितुमर्हति इति. हा, इति एकं. द्वितीयं तु तत्र यथा भवत्या उक्तं, तत्र देवः इव पूजकः इति, तादृशमपि न भवितुमर्हति इति. देवस्य पूजकः देवपूजकः, देवपूजकः ब्राह्मणः, देवस्य पूजकः देवपूजकः, देवपूजकः ब्राह्मणः, तत्र इदानीं मध्यमपदलोपं भवितुमर्हति. पूजकः इति पदस्य, हा, इति प्रायः तदेव भवितुमर्हति इति अहं. समीचीनचिन्तनम्. अत्र देवः इव पूजकः भवति न वा इति द्रष्टव्यं, परन्तु भवान् यद्वदति तत् सम्यक् एव, देवस्य पूजकः ब्राह्मणः. परन्तु सन्दर्भानुसारं दृष्ट्वा वयम् अत्र अहं चिन्तयामि देवः इव पूजकः अपि भवितुम् अर्हति, परन्तु तादृश उदाहरणमस्ति वा इति अनन्तरं चिन्तयामि. अस्तु भगिनि, अस्तु, समीचीनम्. अस्तु, तर्हि अत्र गृहपाठः आसीत्. क्षमताम्, एकं चिन्तनम् अस्ति, देवः एव पूजकः इति स्वीकुर्मः चेत् तत्र उपमान उत्तरपूर्वपदगर्भ किं मध्यमलोपि कर्मधारयः भवति. देवस्य पूजकः ब्राह्मणः इति स्वीकुर्मः चेत् तदा षष्ठी तत्पुरुषगर्भ मध्यमलोपि. सत्यं. कर्मधारयः. सत्यं सत्यं सत्यं. अस्तु, सम्भावनपूर्वपदः तत्र विन्ध्यपर्वतः इति अस्ति, श्रूयते वा भगिनि? हा, श्रूयते, वदतु भगिनि. विन्ध्यपर्वतः सम्भावना इत्युक्ते तत्र अयोध्या इति नगरी वयं पूर्वमेव दृष्टवन्तः. अयोध्या इति संज्ञापदमस्ति, नगर इति जातिः इति जाति व्यक्तिसम्बन्धः इति तत्र आगच्छति. अतः तत्र विन्ध्यः इति पर्वतः इति तत्र इति शब्दमागच्छति तत्र तावदेव भगिनि. सत्यं सत्यं, समीचीनं. हा, अत्र शुकवन महोदय, अत्र देवपूजकः ब्राह्मणः इति इतोपि चिन्तयामि चेत् अत्र वस्तुतः अत्र सन्दर्भानुसारम् एव अत्र समस्तपदस्य अर्थः वक्तुं शक्यते महोदय. अत्र देवः एव पूजक इदानीं ब्राह्मणस्य वैशिष्ट्यं वक्तुम् इच्छामि चेत् अत्र यः ब्राह्मणः बहु विशिष्टः अस्ति सः देव इव पूजकः अस्ति इति तथा वक्तुम् इच्छामः चेत् तत्र उपमानपूर्वपदकर्मधारयसमासः अपि भवितुम् अर्हति खलु इति तादृशचिन्तनं. परन्तु अत्र यः ब्राह्मणः सामान्यतया देवस्य पूजां करोति इति तादृशचिन्तनं कुर्मः चेत् अत्र देवस्य पूजकः ब्राह्मणः इति तथा भवति. सत्यं, किन्तु इतोपि तस्मिन् विषये वदामि. तत्र रत्नाभगिनी उक्तवती किल उपमानम् इति यत् यत् यद् भवितुमर्हति यस्मिन् विषये अस्माकं पूर्वज्ञानमस्ति तदेव. इदानीं देवः कदा पूजां करोति इति कः जानाति? किं देवः कथं पूजा करोति इति कः जानाति इति. देवः इव पूजकः इत्युक्ते देवः यथा पूजां करोति तादृशम् एषः अपि पूजां करोति इति. पूजकः इत्युक्ते पूजां करोति इति एव अर्थः नास्ति. पूजकः इति यः पूजनीयः अस्ति, यः पूजनीयः अस्ति, देवः इव पूजनीयः अस्ति यः ब्राह्मणः सः देवब्राह्मणः इति तादृश अर्थः अपि भवितुम् अर्हति. पूजनीयः अस्ति इति अस्मिन् अर्थे, न तु पूजां करोति इति अस्मिन् अर्थे. ओ, मया चिन्तितं तत्र वदतु भगिनि. भगिनि, यः रजः दूरं करोति सः रजकः रजकः तादृशः एव तत्रापि पूजकः. तादृशम् इत्युक्ते पूजां करोति तत्र नूल् इति प्रत्ययः भवति किल भगिनि, पाचकः इति, यः पचनक्रिया करोति सः पाचकः इति. तादृशमेव तत्र अपि. इदानीं पूजनीयः इत्यस्मिन् अर्थे पूजकः इति पदं, पूजनीयः इत्यस्मिन् अर्थे पूजकः इति भवितुमर्हति वा? तत्र प्रत्ययः कः इति वक्तव्यं. नुवळ् इति प्रत्ययः भवति चेत् तत्र कर्ता एव सूचयति. अस्तु, इतोपि चिन्तयामः महोदय. तत्र देवः इव पूज्यः. हा, पूज्यः, पूज्यः इति भिन्नपदम् अस्ति. देवः इव पूज्य, समीचीनं भगिनि, सम्यक्. देवः इव पूज्यः ब्राह्मणः इति चेत् तत्र पूजनीयः इति अस्ति. समीचीनं, सत्यं, समीचीनं. हा, इदानीं स्पष्टमस्ति. अस्तु, तत्र प्रधानविषयं मध्यमपदलोपे किम् अस्ति, एतदेव तत्र. सत्यं, सत्यं, वयं एतदेव तत्र सत्यं. किन्तु तत्रापि भगिनि, विद्या भगिनि, इदानीं देवः इव पूज्यः, देवपूज्यः अपि च ब्राह्मणः इति, इदानीं तत्र पूज्यः इति पदं तस्य लोपः भवति इति चेत् तत्र यत्र इदानीं तत्र देवः इव पूज्यः इति उपमान उत्तरपदकर्मधारयः भवति वा? अनयोः मध्ये कः समासः भवति? देवः इव पूज्यः इति चेत् अत्र भवान् किं वदति? अत्र उपमान उत्तरपदम् इति वदति वा? पूज्यः इति, पूज्यः इति इति सामान्यधर्मम् इति वा? अस्तु, तर्हि उपमानपूर्वपदकर्मधारयः भवति देवपूज्यः इति. इदानीं देवपूज्यः इति उक्त्वा तदनन्तरं ब्राह्मणः इति पदं योजयामश्चेत् तत्र उपमानपूर्वपदकर्मधारयसमासे सामान्यधर्मः धर्मस्य लोपं भवितुमर्हति वा इति चिन्तनीयम्. किमर्थं तादृशनियमः अस्ति वा, सामान्यधर्मस्य लोपः? अत्र तु भिन्नसमासः अस्ति खलु, अत्र तु भिन्नसमासः. मध्यम पुस्तके मध्यमपद लोपी कर्मधारयः यद् दत्तमस्ति तत्र छाया बहुला वृक्षाः इति अस्ति, द्विगुणितं शतम् इति अस्ति, द्वयधिका दश इति अस्ति. किन्तु तत्र किमर्थम् इत्युक्ते तत्र साधारणधर्मः एव त्यक्तः अस्ति चेत् अर्थबोधः जायते वा इति. न न साधारणधर्मः वयं स्थापयामः तत्र साधारणधर्मः तत्र साधारणधर्मस्य लोपः भवति न वा अस्तु महोदय इतोपि चिन्तयामः इदानीम् अग्रे सरेम अत्र चिन्तयामः तदनन्तरं पश्यामः नो चेत् समापयितुं न शक्नुमः अस्तु अत्र गृहपाठं प्रति गच्छामः इदानीम् अत्र सरला भगिनी आरम्भं करोति वा आं भगिनि प्रथममस्ति श्वेतम् अम्बरं श्वेत अम्बरं भवति समस्तपदं विशेषणपूर्वपद कर्मधारयसमासकारणकी श्वेतम् इति भवति विशेषण अम्बरस्य विशेषणं भवति अत्र विशेषणपूर्वपद कर्मधारयसमासः भवति अत्रापि श्वेतम् इति भाषितपुंसकशब्दः अस्ति अत्र अम्बरम् इति नपुंसकलिङ्गम् अस्ति तत्र श्वेत तस्य लिङ्गमपि नपुंसकलिङ्गम् आगच्छति समस्तपदं किं श्वेताम्बरं श्वेताम्बरम् इति सवर्णदीर्घसन्धि भूत्वा श्वेताम्बरं सत्यं समीचीनं अग्रिममपि करोतु बहुव्रीहि अपि भवितुम् अर्हति सन्दर्भ अनुसारम् अत्र अन्यत् पदं न दत्तं खलु केवलं श्वेतम् अम्बरम् इति एव दत्तम् श्वेताम्बरः इति तत्र तत्र श्वेताम्बरः इति समस्त बहुव्रीहिसमासः अपि भवितुम् अर्हति भगिनि परन्तु अत्र अम्बरः इति एव विषयः अस्ति चेत् तत्र कर्मधारयसमासः इदानीम् अत्र तृतीयं पदं न दत्तं खलु अत्र केवलं पदद्वयमेव अस्ति श्वेतम् अम्बरं तयोः सम्बन्धः कः इदानीम् अम्बरस्य विषयः अस्ति अतः श्वेताम्बरः श्वेताम्बरम् इति विशेषणपूर्वपदकर्मधारयः अस्तु अग्रे भगिनि द्वितीया अस्ति चतुरा नारी समस्तपदं भवति चतुर नारी विशेषपूर्वकर्मधारसमासः अस्ति अत्र चतुर इति भाषितपुंसकशब्दः अस्ति विग्रहवाक्ये चतुरा नारी इति भवति कारणकनारी स्त्रीलिङ्गम् अस्ति किन्तु समस्तपदे प्रातिपदकं चतुर इति आगच्छति चतुर नारी इति भवति समस्तपदे समीचीनमस्ति एकार्थबोधकत्वम् अपि अस्ति अपि एकविभक्तित्वम् अस्ति समीचीनं प्रश्नः भगिनि क्षम्यतां कुत्र अस्ति भगिनि अत्र मया न दृष्टं क्षम्यताम् अहो मम गतसप्ताहे अहं ध्वनिमुद्रणं प्रेषितवती तत्र अभ्यासः अपि आसीत् अपि च ह्यः अपि अहं तत्र ईमेल् प्रेषितवती खलु तत्रापि अधोभागे अस्ति पञ्चपुटानि सन्ति खलु न न तत्तु लक्ष्मी भगिनी प्रेषितवती अहं ह्यः ईमेल् अनौन्स्मेण्ट् प्रेषितवती खलु अधोभागे ओ अस्तु मम क्रमः जातः क्षम्यतां पश्यामि अस्तु अत्र अग्रे राजेन्द्रमहोदय आम् भगिनि वज्रकठोरं मनः अत्र तु चिन्तयामि समासद्वयं भवति वज्र इव कठोरः तत्र तु उपमानपूर्वपद कर्मधारसमासः अस्ति परन्तु वज्रकठोरं मनः अत्र विशेषणपूर्वपदकर्मधारसमासः अस्ति वज्रकठोरमनः अत्र अन्ततो गत्वा उपमानपूर्वपद कर्मधारे गर्भ विशेषणपूर्वपदकर्मधारसमासः कुत्र अत्र वस्तुतः अत्र वस्तुतः वज्रकठोरम् इति समस्तपदं स्वीकृत्य वदतु महोदय वज्रकठोरम् इति समस्तपदस्य विग्रहवाक्यं कठोरं मनः अत्र विशेषणपूर्वपदकर्मधारसमासः अस्ति वज्रकठोरम् इति विशेषणमस्ति मनः यस्य विशेषमस्ति विशेषणपूर्वपदकर्मधारसमासः समीचीनं वज्रकटोरम् इति उपमानपूर्वपदकर्मधारयः अस्ति. वज्रम् इव कठोरः मनः. सत्यं. सुन्दरी शाटिका. सुन्दरी शाटिका, सुन्दर शाटिका, तदपि सुन्दरी अत्र विशेषणपदमस्ति. विशेषणपूर्वपदकर्मधारे अत्रापि पुवन्तभावः अस्ति, यथा सुन्दरी शाटिका, परन्तु समस्तपदे सुन्दर शाटिका. तत्र भाषितं पुवन्त शब्दमस्ति, तत्कारणात् अत्र पुवन्तभावः भवति. सुन्दर शाटिका. समीचीनं. सम्यक् महोदय. अग्रे रत्ना भगिनी. हा हा, प्राप्तवती भगिनी. क्षम्यतां, प्राप्तवती इदानीं. घनः इव श्यामः इति यथा वयं पठितवन्तः, घनश्यामः अत्र उपमानपूर्वपदकर्मधारीयसमासः भवति. बुद्धिमती छात्रा तत्र बुद्धिमती छात्रा, ह्रस्व इकारः भवति, बुद्धिमती छात्रा. तत्र विशेषण पूर्वपद कर्मधारयसमासः भवति. अत्र किम् अभवत्? अहं चिन्तितवती समस्तपदं भवति बुद्धिमती छात्रा इति खलु भगिनि, अथवा दीर्घ इकारः भवति वा समस्तपदे? समस्तपदम् अत्र स्त्रीलिङ्गे अस्ति. हा, सत्यं. बुद्धिमती छात्रा बुद्धिमती छात्रा एव भवति खलु? स्त्रीलिङ्गपदमस्ति, तत्र त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति खलु. अस्तु अस्तु अस्तु, क्षम्यतां भगिनि. हा, पुंवद्भावः भवति. बुद्धिमान्, बुद्धिमत् इति प्रातिपदिकं भवति, बुद्धिमत् छात्रा इति भवति. बुद्धिमत् छात्रा, तत्र समस्तपदे सन्धिः नित्यः खलु? हो, बुद्धिमच्छात्रा इति. बुद्धिमच्छात्रा, तकारस्य स्थाने चकारः खलु? चकारः. हा, बुद्धि, हा, बुद्धिमच्छात्र, क्षम्यतां. हा, प्रथमवर्णः वा च? हा, प्रथमवर्णः. अल्पप्राणचकारः, अनन्तरं महाप्राणचकारः. अस्तु, बुद्धिमच्छात्र, तदेव अहं लिखितवती, परन्तु सन्देहः अस्ति. सत्यं सत्यं, समीचीनम्. अग्रिममपि करोतु भगिनि, यतोहि घनश्यामः पूर्वमेव कृतं. छात्रा इत्यस्मिन् चकारः महाप्राणः, तस्मात् पूर्वं यः चकारः सः अल्पप्राणः. अग्रे भगिनि. महत् भारतम् अत्र तकारस्य स्थाने आकारत्वम् आगच्छति, महाभारतम् इति भवति. पुनः विशेषणपूर्वपदकर्मधारीयसमासः एव खलु? सत्यं, तत्र तकारस्य आकारादेश. समीचीनम्. अस्तु, धन्यवादः भगिनी. अग्रे प्रश्न. बुद्धिमत् इति तकार प्रातिपदकम् अस्ति, तत्र आकारः न भवति बुद्धिमत् इति? न, केवलं महत् इति शब्दस्य एव भगिनि. अस्तु, तत्र विशेषणीयसूत्रं महत् इति शब्दस्य कृते एव, न तु बुद्धिमत् अथवा अन्यत् पदस्य कृते. साधु. अस्तु, जगन्नाथमहोदय. अग्रे उक्तवती खलु भगिनि, भवती ईकारः अपि इति उक्तवती खलु पूर्वं, दीर्घ महत् इति. तत्र पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे, त्रिषु लिङ्गेषु अपि महत् शब्दस्य महती इति प्रातिपदिकं भवति. स्त्रीलिङ्गे तत्रापि अत्वं भवति, महती देवी, महादेवी. किन्तु तत्र पुंवद्भावः एव स्वीकुर्मः. न न न, पुंवद्भावः नास्ति तत्र. पुंवद्भावः अत्र महती देवी इत्यस्मिन्, महती देवी यत्र कुत्रापि महा इति, महत् इति शब्दः अस्ति, तत्र विशिष्टनियमेन अत्वं भवति, तर्हि महा इति भवति, तत्र पुंवद्भावः नास्ति. ओ, अस्तु. यथा अत्र बुद्धिमती इत्यस्मिन् पुंवद्भावं कृत्वा बुद्धिमत् इति न पुल्लिङ्गे स्वीकुर्मः, तथा यत्र महत् इति शब्दः अस्ति तत्र तकारस्य अत्वं भवति विशिष्टनियमेन, अतः महादेवी इति तादृशम्. अस्तु, तर्हि तत्र शब्दस्य कुमद्भावः न स्वीकुर्मः तत्र तत्र महा इति एव तिष्ठति. अस्तु अस्तु सर्वत्र पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे सर्वत्र महा इति एव तिष्ठति. महाकाव्यं महती देवी महादेवी इति तादृशं महापुरुषः तादृशम् अस्तु. अस्तु तर्हि अत्र जगन्नाथमहोदय अग्रे. महान्तः जनाः महाजनाः इति भवति एतस्य विषये चर्चा इदानीमेव अभवत्. मुखं पद्मम् इव मुखपद्मं भवति अत्र उत्तरपदविशेषण उत्तरपदम् उपमेयमस्ति मुखम् उपमानमस्ति पद्म. पुनः कीदृशसमासः चेत् मुखम् इति मुखं पद्मम् इव तर्हि पद्ममुखं वदामः पद्ममुखम् इति वदामः वा. पद्मम् इत्युक्ते तत्र पुष्पम् अस्ति खलु मुखं मुखम् इति तत्र पूर्वं मुखं पद्मम् इव पद्ममेव विशेषणपदं मुखम् उपमेयमस्ति अत्र मुखम् उपमेयम् उत्तरपदम् उपमानम् अस्ति. पूर्वे अहं तदेव उक्तवान् उपमान उत्तरपदं मुखपद्मम् इति भवति. सत्यं सत्यं पुनः वदतु तदेव पुनः वदतु उपमान उत्तरपदकर्मधारयः अस्ति खलु. आम् उपमान उत्तरपदकर्मधारय समासः समीचीनं समीचीनम् अस्ति. अस्तु तर्हि अत्र अत्र गते सप्ताहे एकः प्रश्नः आसीत् अत्र गीतापुस्तके यत्र कर्मणः समुद्भवः अपि च अमृतात् उद्भवः यत्र उद्भवः अथवा प्रभवति इति शब्दः अस्ति चेत् तत्र पञ्चमी तत्पुरुषसमासः एव भवति यतोहि उपपदविभक्तिः अस्ति इति लीनाभगिनी उक्तवती खलु. तत्र यत्र उपपदविभक्तिः अस्ति तत्र पञ्चमी भवति इति तु समीचीनम् यतोहि तत्र विशिष्टसूत्रमस्ति कारकसम्बद्धसूत्रमस्ति. परन्तु समासस्य प्रसङ्गे तथा नास्ति. यत्र उत्तरपदे उद्भवम् उद्भवः अथवा समुद्भवः प्रभवति तादृशशब्दः अस्ति चेत् तत्र पञ्चमी तत्पुरुषसमासः भवति इति नियमः नास्ति. अत्र यतोहि गीतायां तादृशशब्दः अस्ति इति कृत्वा तत्र समासः भवति पञ्चमी तत्पुरुषसमासः. परन्तु वयं नूतनतया किमपि पदं स्वीकृत्य अत्र उत्तरपदे उद्भवः इति पदं स्वीकृत्य समासः कर्तुं न शक्नुमः समासं कर्तुं न शक्नुमः. स्पष्टं वा भगिनि? स्पष्टं. यतोहि तादृशसमाससम्बद्धसूत्रं नास्ति अतः तथा न भवति. अत्र गीतायाम् अस्ति इति तत् तत् स्वीकुर्मः परन्तु वयं नूतनतया कर्तुं न शक्नुमः. अन्यस्मिन् कोऽपि साहित्ये अस्ति तर्हि तत्र तथा एव स्वीकर्तुं शक्नुमः. यत्र शिष्टप्रयोगः अस्ति अथवा साहित्ये अथवा अन्यत्र कुत्रापि अस्ति चेत् तत् वयं तथा एव स्वीकर्तुं शक्नुमः. परन्तु वयं नूतनतया किमपि अन्यत् पदं स्वीकृत्य पञ्चमी तत्पुरुषसमासं कर्तुं न शक्नुमः. अतः अत्र अत्र किञ्चित् भ्रमः भवति यतोहि कारकसम्बन्धसूत्राणि तत्र पञ्चमी भवतु तृतीया भवतु द्वितीया भवतु इति वदति. परन्तु तथा एव अत्र समासस्य प्रसङ्गे भवति इति नियमः नास्ति. यदि तादृशसूत्रम् अथवा किमपि अस्ति चेत् अत्र समासस्य प्रसङ्गे तस्मिन् सन्दर्भे एव तत्र वयं पञ्चमी अथवा तृतीया तथा कर्तुं शक्नुमः. अस्तु अस्तु. अपि च कृष्णः इति शब्दः त्रिषु लिङ्गेषु अपि अस्ति वा इति प्रश्नः आसीत्. तर्हि कृष्णः इति शब्दः कृष्णः इति पदमपि अस्ति कृष्ण इति अपि अस्ति कृष्णम् इति अपि अस्ति त्रिषु लिङ्गेषु पदम् अस्ति. अपि च कृष्णः इति वर्णः अपि अस्ति. कृष्णः इति वर्णः गुणवाचकं पदं सामान्यतया पुल्लिङ्गे एव भवति. परन्तु यत्र विशेषणरूपेण प्रयोगः अस्ति तत्र त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति यथा अत्र कृष्णः घटः कृष्णा शाटिका कृष्णं पलकम् इति तादृशप्रयोगः. अस्तु अस्तु तर्हि अत्र स्थगयामः समयः जातः. तर्हि कोऽपि प्रश्नः वा? अस्तु, कृपया गृहपाठरूपेण पूरयन्तु, अनन्तरम् अग्रिमसप्ताहे एतत् परिसमाप्य अग्रे द्विगुसमासं प्रति गमिष्यामः. धन्यवादः, धन्यवादः, धन्यवादः भगिनि, धन्यवादः. अहं न आगच्छामि पुष्प भगिनि, अहं अत्र नास्मि. कुत्र नास्ति? न्यूयार्क्, यूरोप् अस्मि. नेक्स्ट् साटर्डे ऐ वुड् बी हियर्. ओके ओके ओके ओके, हा, धन्यवादः, धन्यवादः, धन्यवादः भगिनि.